तर्हि इदानीम् अस्माकं फलसन्धिविषये प्रथम करपत्रे किञ्चिदेव अवशिष्टं, तत् समाप्य होप्फुलि अद्य समाप्य अग्रे गच्छामः. तर्हि प्रथमकरपत्रम् उद्घाटयन्तु सर्वे. द्वितीय महोदय न न प्रथम एव इदानीं किञ्चिदेव अवशिष्टं खलु, लास्ट् पेराग्राफ् अस्ति. तर्हि किम् अवशिष्टं? तुर्वी. हा तर्हि अत्र मीना महोदय, मीना महोदय अस्ति खलु? अस्ति, अस्मि महोदय. हा महोदय, अत्र तुर्वी अस्ति खलु, तुर्वी धातु? आम्, तुर्वी तोतुर्व अन्ते अस्ति. तुर्वी तस्य यं लुगन्त भवति तोतुर्व, तोतुर्व तस्य लङ् लङ् लकारे रूपं किमर्थं वदति एकवारम्? अतो अतो तुर्वियोगः तकारः हल् नियाभ्यो दीर्घाश्रुति सुतीसि अपृत्तं सुतीसि अपृत्तं हल् लोपः. पुनः पुनः पुनः चिन्तयतु. अतो तुर्वियोगः एत् हल् नियाभ्यो न भवति वा? हा भवति, परन्तु तस्मात् पूर्वं किमपि भवति वा एकवारं चिन्तयतु. ओ वा अङ्गकार्यं वा? अतो अतो तोर्व अङ्गकार्यं किमपि अस्ति वा? चिन्तनीयं खलु. अतो अतो तुर् अतो तुर् इस् अस्ति राल्लोपः वा? किं राल्लोपः? राल्लोपः रेपस्य वकारः लोपः. राल्लोपः मध्ये निति किति निति एकनिमेष. राल्लोपः तत्र किं पित् अस्ति? पित् अस्ति, परन्तु राल्लोपः किं वदति एकवारं वदतु. राल्लोपः किं वदति? राल्लोपः राक्षस्य भ्रमः भवति मम मनसि. राल्लोपः सूत्रं किं वदति वदतु. राल्लोपः रेपात् परस्य दकारः वा बकारः वा लोपः इति चिन्तयामि. किं रेपात् परः किम्? रात् चकारवकारयोः लोपः. कदा कदा भवति लोपः? कदा अनुनासिके क्विजलोः. तर्हि अत्र झल् अस्ति खलु, तकारः तकारः झल् अस्ति, परन्तु रेफात् परं रेफात् परे वकारः अपि अस्ति खलु. वकारः अस्ति वकारय तस्मात् लोपः. तर्हि अतः न श्रूयते भवने. तर्हि प्रसक्ति अस्ति खलु अत्र? अत्र प्रसक्ति अस्ति इति चिन्तयामि. अतो अतो तुर् अतो तुर् भवति, तदनन्तरं पुदन्तस्य लोपः इति अतो तोर् भवति. किं किं लोपः न न अतो तुर्व अस्ति, इदानीं राल्लोपः भवति, तर्हि किं भवति? अतो तुर्व वकारः लोपः. अतो तुर् अतो तुर् भवति, तदनन्तरं गुणः भवति पुगन्तस्य. अतो तोर् भवति, तदनन्तरं हल् ज्ञाप्यो इति तकारः लोपः अतो तोः. प्रकारवसानयोः विसर्जनीयः अतो तोः. अतो तोः तर्हि हल्न्याभ्यो इति सूत्रात् प्राक् किं किं किं करणीयं राल्लोपः सुबन्तलघुपदस्य च इति अतो राल्लोपः इट्स् अ बिट् कन्फ्यूसिङ्ग् नास्ति चिन्तयतु यत् तत्र लेपः भवति न तत्र तत्र विशेषकार्याणि भवन्ति तेषु एकं कार्यमस्ति राल्लोपः तर्हि रेफात् अङ्गकार्यमस्ति षष्ठमाध्याये अस्ति अङ्गकार्यमस्ति अतः पूर्वमेव करणीयं तर्हि सन्धिकार्यात् पूर्वमेव करणीयं तर्हि रेफात् परे वकारछकार अस्ति तदनन्तरं यदि अनुनासिक कुयि झलादिप्रत्ययः अस्ति चेत् वकारस्य चकारस्य लोपः भवति इति अस्ति सर्वे आगमिष्यन्ति खलु अवगच्छन्ति खलु आं महोदय तर्हि तोतुर्व भवति तोतुर्मेधा अस्तु अग्रे तर्हि अत्र एव एकं प्रश्नः अस्ति मम तर्हि अत्र तकारः अपि अस्ति यतः पुगन्तलघुवदस्य च इति सूत्रात् गुणकार्यं भवति परन्तु प्रत्ययः यदि पित् नास्ति चेत् कथं करणीयम् उदाहरणमस्ति प्रथमपुरुष द्विवचनं तां तां प्रत्ययः अस्ति चेत् कार्यं कथं भवति कोऽपि वक्तुमिच्छति वा तर्हि तोतुर्वियोगः तां लङ्लकार प्रथमपुरुष द्विवचनम् शृणोति वा वक्तव्यं वा अहं वक्तव्यं वा कोऽपि वदतु योगः ताम् अत्र कित् कित् भवति तिप् नास्ति अतः गुणं न भवति गुणः न भवति खलु गुणः न भवति अतो अतो तुर् तां वकारः लोपच्छो राल्लोपः भवति तत्तु भवति तत्तु भवति श्रुत अतो अतो तुर् अतो तुर्योगः तां पुगन्तस्य गुणः न भवति अतो तुर् न भवति अतो तुर् तां तदनन्तरं किमर्थं दश्च वा न न किमर्थं दीर्घः भवति भवती वदतु अतो तुर्तां केन सूत्रेण दीर्घं भवति ध्रलोपि पूर्वस्य दीर्घः भवति तत्र रोरि न भवति न भवेत् न कोऽपि वद वक्तुं शक्नोति वा इदानीं किं सूत्रं कार्यं उपादाय उपादायाञ्च खलु न दीर्घः उपादा दीर्घः सूत्रं किं कार्यं सूत्रं किं कार्यं किम् इति वदतु एकवारम् उपधा एकवारम् उपधा उपधायाञ्च इत्यनेन खलु उपध न उपधायां रेफः रेफः उपधायां भवति चेदेव भवति खलु इदानीं रेफः अन्ते अस्ति इति महोदय हलिचसूत्रमस्ति खलु 8 to 77 रेफान्तवकारान्तधातुः अस्ति तस्य उपधायां यदि इक्वर्णः अस्ति तस्य दीर्घत्वं भवति हलिपरे अतो तूर् भवति वा अतो तूर्ताम् तर्हि एतत् सर्वं मस्तिष्के स्थातव्यम् इति अस्ति. अस्तु तर्हि तथैव वृद् अस्ति, तस्य वरिवृद् भवति, वरिवृद् भवति, तस्य पुनः वरिवृद् योगः त, अत्रापि पुगन्तलघुपदस्य च इति सूत्रेण वरिवर्ध् योगः त. तर्हि इदानीं वरिवर्ध् योगः त इति अस्ति. तदनन्तरम् अत्र तु राल्लोपः कार्यं न करोति, यतोहि रेफात् परे वकारः अथवा छकारः नास्ति. तर्हि किं भवति, तकारस्य लोपः हल्न्याभ्यो दिवसदृशि प्रकृतं हल् इत्यनेन. तर्हि अवरिवर्ध् इदानीम् अवरिवर्ध् तदनन्तरं किं कार्यं भवति मदर महोदय? संयोगान्तलोपस्य लोपः इति कार्यं. रेफः अस्ति खलु, रेफः रेफात् परे रेफात् अनन्तरं केवलं सकारः अस्ति चेत् खलु रासस्य अत्र सकारः नास्ति, नास्ति अतः लोपः न भवति खलु. अतः संयोगान्तलोपः न भवति, न कार्यं करोति, न भवति. संयोगान्तस्य लोपः अस्ति, तस्य अन्तरमस्ति रासस्य नियमसूत्रमस्ति. रासस्य वदति यत् संयोगान्तस्य लोपः रेफात् परे तदेव भवति यदा सकारः अस्ति. सकारः नास्ति खलु, झकारः अतः तत्र संयोगान्तस्य लोपः न वदति भवति, अतः अवरिवर्ध् एव भवति. अग्रे किमपि करणीयं वा? जष्टमस्ति खलु मदन महोदय? आम् आम् जष्टं. केन सूत्रेण? जलं जशन्ते इति सूत्रेण. किं भवति वरि वर्ध इति तृतीयवर्ण तकारः भवति, तदनन्तरं वा अवसाने इति चर्तुं भवति आवरि वत्. तर्हि अवरिवर्द् सम्यक् खलु, अवरिवर्धयोगः तकारः तत्समये हल्न्याप्योर्लोपः वा तत्तु अभवत् हल्न्याप्योर् इति सूत्रे अग्रे. इदानीं लङ् एषः एव धातुः परन्तु मध्यमपुरुषे एकवचने सिप्रत्ययः अस्ति चेत् किं भवति? संयोगान्ते च सिप् अस्ति खलु इदानीं. तर्हि इदानीमपि अवरिवर्ध् अस्ति, सिपः अपि लोपः भवति अल्न्याभ्यो दीर्घः. तर्हि अवरिवर्ध् इति अस्ति. इदानीम् अग्रे सकारः अस्ति, तस्य लोपः भवति. ऋत्वं भवति वा? वदामि अवरिवर्ध् अस्ति. अग्रे किम् इदानीं किं करणीयम्? क्रमेण गन्तव्यम्. मध्यपुरुष एकवचनं किल महोदय? आमाम् आम्. सकारः अस्ति, अवरिवर्ध् योगः सकारः. तद् अभवत् सर्वं अवरिवर्ध् इति गुणं कृत्वा एव अस्ति खलु. अवरिवर्ध् इति अस्ति. अग्रे किम्? तु उबन्तलघुवस्त्रेत्यनेन गुणम् अभवत् तदनन्तरं सकारस्य लोपो भवति हल्याभ्यो दीर्घात् इदानीम् अवरि वर् इति अस्ति अग्रे किम् अन्त्यधकारः अस्ति खलु इदानीं किं करणीयं धकार ऋतुं भवति वा ऋतुं धकारः अन्ते अस्ति किं करणीयं चतुं झल् प्रत्याहारस्य वर्णः अन्ते अस्ति तर्हि केन सूत्रेण कार्यं भवति तिप् अस्ति तदा तथा यदा तिप् अस्ति तदा किं कार्यम् अभवत् सामान्यकार्यं सामान्यकार्यमस्ति खलु जलां दर्शवन्ति अत्रापि जलां दर्शवन्ति तर्हि अवरि वर्त् अवरि वर्त् अवरि वर्त् इदानीं नूतनकार्यमस्ति सिप् परे अस्ति अतः नूतनकार्यं किमस्ति इदानीं दकारान्त इदानीमेव सिपि धातो रुद्वा इति सिपि धातोरुर्वा कुत्र भवति धातु कीदृशी भवति तिप्यनस्तेः तिप्यनस्तेः कार्यं न करोति धातु सकारान्त नास्ति धातु दकारान्त अस्ति खलु दकारान्त अस्ति चेत् अग्रे सिप् अस्ति चेत् किं सूत्रं कार्यं करोति सहायतां करोति कोऽपि दश्च भवति ऋत्वम् अथवा दत्त्वम् इति अस्ति मदन महोदय दश्च सूत्रमस्ति खलु आम् आम् आं महोदय आम् आम् आम् अग्रे सिप् प्रत्ययः अस्ति चेत् दकारस्य विकल्पे एकस्मिन् पक्षे ऋत्वम् आम् तर्हि यस्मिन् पक्षे दकारः तिष्ठति तत्र अवरिवर्द् अग्रे चर्त्वं कृत्वा अवरिवर्द् परन्तु यत्र ऋत्वं भवति तत्र किं कार्यं तत्र किं रूपं भवति वदतु आवरि रु तदनन्तरं विसर्गः भवति किम् अवरि वरद तस्य कस्मिन् कस्य स्थाने ऋत्वं भवति दकारस्य स्थाने तर्हि किं रूपम् इदानीम् अस्ति अवरि वरद खलु आम् तर्हि किं करणीयम् अग्रे करसाने विसर्जनीय इति सूत्रेण अवरि वरर इति अस्ति नूतनसूत्रमस्ति खलु आम् रेफात् परे रेफस्य लोपः रेपः अस्ति इति रेपस्य लोपः भवति अवरि वर् अवरि वर् अग्रे किम् लोपे पूर्वस्य दीर्घोणः इति सूत्रेण सम्यक् तर्हि रेफात्परेण पूर्वं यदा भवति तत्र तस्मात् पूर्वं यत् अण् वर्णः तस्य दीर्घत्वम् अग्रे अग्रे करवसाने विसर्जनीय इति सूत्रेण त्रीणि रूपाणि भवन्ति अवरि वर्द् अवरि वर्त् अवरि वाः सर्वे अवगच्छन्ति खलु प्रश्नः अस्ति वा कस्यापि अत्र किञ्चित् जटिलकार्यमस्ति अतः प्रश्नः अस्ति चेत् पृच्छतु न महोदय कस्य प्रश्नः अस्ति वा? महोदय अस्तु अस्तु, तर्हि प्रश्नः नास्ति चेत् अग्रे गच्छामः. अग्रे धातु कः अस्ति? तत्रापि समानमेव कार्यमस्ति. चतुर्व्य यथा अस्ति तथैव दोतुर्व अपि भवति. दोदुर्व अस्ति तत्रापि प्रथमं तु वकारस्य लोपः राल्लोपः, तर्हि अदोदुर्, तदनन्तरं पुबन्तलघुपदस्य अदोदोर्, तदनन्तरम् अदोदोः. वरिवृष् अपि तथैव अवरिवृष्, तत्र पुबन्तलघुपदस्य चैतन्येन अवरिवर्ष, अवरिवर्ष, तकारस्य लोपः अवरिवर्ष. इदानीं किं करणीयम्? अवरिवर्ष अस्ति खलु, इदानीं शकारस्य स्थाने किं करणीयं? कोऽपि वक्तुं शक्नोति वा? न, जष्ट्वात् पूर्वम् एव सूत्रमस्ति. शकारान्त अस्ति चेत् पदं शकारान्त अस्ति चेत् प्रश्च अस्ति खलु, तत्र शकारस्य स्थाने मूर्धनशकारः भवति. तर्हि अवरिवर्ष मूर्धनशकारः, तदनन्तरं चष्ट्वं कृत्वा शकारस्य स्थाने दकारः भवति. अवरिवर्ड् अथवा अवरिवर्ट् रूपद्वयम् अवगच्छन्ति वा? पुनरपि वदतु महोदय. अवरिवृष् भवति, अवरिवृष् गुणः भवति, अवरिवर्ष् भवति, तदनन्तरं वृश्च अवरिवर्ष् भवति, तदनन्तरं जलादिशब्दे अवरिवर्द् जलां सारि अवरिवर्त् अवरिवर्ड् अवरिवर्त् रासस्य नियमयति, लोपः न भवति. रासस्य अत्र नास्ति खलु, रासस्य केवलं छकार वकार अस्ति. सारि रकार षकार षकार अस्ति इदानीं. रघुपतिमहोदय फेवरेट् फेवरेट् सूत्र रासस्य सर्वदा चिन्तयति. यत्र यत्र रेफः भवति न, रेफ अथवा वकारः तत्र नूतननूतनकार्याणि आगच्छन्ति. राल्लोपः, राक्षस्य, हलि च, उपधायां च. तर्हि यदा यदा यदा यत् यदा कुत्रापि रेफः दृश्यते खलु, तत्र एकत्र तुरन्त मस्तिष्के अत्र ट्यूब्लैट् भवति चेत् खलु तथा भवनीयम्. ओ रेफः, इदानीं राल्लोपः भवति वा, राक्षस्य भवति वा, हलि च भवति वा, उपधायां च भवति वा, सर्वं चिन्तनीयम्. हलि च किं भवति, किं किं भवति? हलि च लिखितमस्ति, उपरि लिखितमस्ति. धातोः अनन्तरं यदि रेफवकारः अस्ति, तदनन्तरं हलादि अस्ति, हल् अस्ति चेत् रेफवकारात् पूर्वम् उपधा मध्ये यदि ईकवर्णः अस्ति तस्य दीर्घत्वं भवति. ओ तो तूर्ताम् अस्ति खलु, अस्माभिः दृष्टं, तत्र हलि च कार्यं करोति. तथैव मोमूर्व, अत्रापि वकारस्य लोपः राल्लोपः, उबन्तलघुपस्य च इत्यनेन अमोमोर्, तदनन्तरं खरवतानि विसर्जनीय अमोमोः. चरीकृष् अपि अचरीकर्ड् अचरीकर्ट् यथा अवरिवरश्च ते अचरीकृष्. अपि तत्र व्रश्च व्रश्च भवति वा? आं भवति, चकारान्त चकारान्त यत्र कुत्र भवति तत्र व्रश्च व्रश्च आगच्छति. तत्र चकारान्त नास्ति, चकारान्त अस्ति खलु, चरीकृष् भवति, अचरीकृष्. चषां षकार अस्ति खलु, चषां. आई सी. अत्र मम प्रश्नः अस्ति, तत्र चरीकर्ष योगः तकारः तत्र छ्वोः शूट् अनुनासिके च सूत्रस्य प्रसक्तिः न भवति वा? अचरीकृष् योगः तकारः अत्र छोः षूड् अनुनासिके च इत्यस्य सूत्रस्य प्रसक्तिः अस्ति न वा इति मम प्रश्नः अस्ति। न महोदय। किमर्थं नास्ति? छोः षूड् अनुनासिके च इति सूत्रं किं वदति? इति जलि कारवकारयोः भवति शूट् अस्ति खलु, अत्र कुत्र शूट् अस्ति? तर्हि अत्र शूट् इत्युक्ते किम्? अत्र निमित्तम् अस्ति न वा? निमित्तं नास्ति, अनुनासिके परे एव कथं कार्यं करोति? कित् नित् न न छोः षूट् अनुनासिके च तत्र अन्ते कीदृशः वर्णः भवेत्? तुक्सहितचकारः तुक्सहितचकारः अस्ति, प्रसक्तिः एव नास्ति खलु? प्रसक्तिः गुग्लि अस्ति। तर्हि तथैव अचरीकृष् तत्रापि अचरीकर्ड् अकरीकर्ड्। तर्हि इदानीं पदान्ते यानि यानि कार्याणि भवन्ति हल्सन्धिविषये तानि अस्माभिः सर्वाणि दृष्टानि, तत्र तस्य अभ्यासम् अपि अभ्यासः अपि अस्माभिः कृतः। तर्हि कस्यापि प्रश्नः अस्ति वा इदानीं? प्रश्नः अस्ति वा? किमर्थं भवान् उक्तवती शोट् सुनानिका अनुनासिक इति सूत्रम् अस्ति वा न वा इति? केवलं पृच्छामि अत्र प्रसक्तिः अस्ति न वा? नास्ति। एवमेव पृच्छामि। अस्तु, प्रश्नः नास्ति चेत् अग्रिमकरपत्रं गच्छामः। पार्ट् टु, हतुपाठे हल्सन्धिः द्वितीयकरपत्रम्। अस्तु, तर्हि इदानीं को अस्ति? विजया महोदय पठतु। जी, किञ्चित् कालम् अनन्तरम् अहं वदामि। अस्तु अस्तु, मीना महोदय भवती पठतु। धातुपाठे हल्सन्धिः द्वितीयभागः। यथा उक्तं गते पाठे, यावन्तः प्रत्ययाः धातुभ्यः विहितः सन्ति ते सर्वे आरभ्यन्ते एभिः अच्वर्णैः। आरब्धः नाम अ अ इ ई उ ऊ ए ऐ तेभिः अथवा एभिः हल् वर्णैः य र व न थ थ ध स। यदा प्रत्ययः अच्भिः वर्णैः आरभ्यते अथवा य र इत्येभिः हल् वर्णैः आरभ्यते तदा धातुः हलन्तः चेत् अपि हल् सन्धिः न भवति, केवलं वर्णसम्मेलनं भवति। धातुः हलन्तः अस्ति चेत् अथवा प्रक्रियायां हलन्तः भवति तथा यथा धातुः दधा धतः दद् तः दत्तः, अपि च प्रत्येक इत्येभिः वर्णैः आरभ्यते तस्यां दशायां हल् सन्धिः प्रचुरः लभ्यते वमन इत्येभिः वर्णैः आरभ्यते चेत् विशिष्टस्थलेषु लभ्यते सन्धिः नाम यत्र द्वयोः वर्णयोः मेलनेन वर्णविकारः भवति हल् सन्धिः नाम यत्र द्वयोः हल् वर्णयोः मेलनेन वर्णविकारः भवति इति तु जानीमः किमपि नूतनं नास्ति आहत्य हल् सन्धिः तत्रैव भवति यत्र प्रत्ययः तकार थकार धकार सकार इत्यनेन तत्र इत्यादि भवति अन्ये अचवर्णाः भवन्ति चेत् अथवा यर वमन भवन्ति चेत् प्रायः तत्र केवलं वर्णमेलनमेव भवति अस्तु गतकरपत्रे अस्माभिः किं पठितं पदान्ते अस्ति चेत् पदान्ते अस्ति चेत् हल् वर्णः किं भवति इदानीं वयं द्रक्ष्यामः यत् अग्रे सकारादिप्रत्ययः अस्ति चेत् किं भवति अग्रे पठतु सम्प्रति चत्वारः पाठाः क्रियमाणाः सन्ति येषु हलन्तेभ्यो धातुभ्यः कथं सकारादिप्रत्ययाः ठकारादिप्रत्ययाः धकारादिप्रत्ययाः सकारादिप्रत्ययाश्च संयुज्यन्ते इति शील्यमानम् चतुर्षु पाठेषु अयं पाठो यः टु मोर् टु ग्रो अग्रे मदर् महोदय विधयः चतुर्षु विभागेषु विभक्ताः प्रथमं हलन्तेभ्यो धातुभ्यो लङ् लकारस्य तकारप्रत्ययः सकारप्रत्ययः चेत् अनयोः योजनविधिः हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ् लकारस्य सकारप्रत्ययम् अधिविच्य हलन्तेभ्यो धातुभ्यः तकारादिप्रत्ययानां तकारादिप्रत्ययानां च योजनविधिः लङ् लकारस्य तकारप्रत्ययम् अतिरिच्य हलन्तेभ्यो धातुभ्यो धकारादिप्रत्ययानां योजनविधिः तर्हि चतुर्षु अयं पाठः द्वितीयः अत्र हलन्तेभ्यो धातुभ्यः सकारादिप्रत्ययानां योजनविधिः आलोक्यमानः लङ् लकारस्य सकारप्रत्ययम् अतिरिच्य इति अत्र मार्गः षट्प्रकारकः अस्तु तर्हि प्रथमबिन्दु अस्माभिः पठितं हलन्तेभ्यः धातुभ्यः लङ् लकारस्य तकारप्रत्ययः सकारप्रत्ययः योजनविधिः इदानीं द्वितीयमस्ति हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययः परे अस्ति चेत् यथा सकारादिप्रत्ययः परे अस्ति चेत् किं कार्यं करणीयं सकारादि इत्युक्ते कोऽपि सकारादिप्रत्ययः केवलं लङ् लकारस्य सकारादिप्रत्ययः सस्वप्रत्ययम् अतिरिच्य नाम हलन्तधातुभ्यः इदानीं पदान्ते नास्ति तस्मात् अग्रे सकारादिप्रत्ययः अस्ति सकारादिप्रत्ययः अग्रे अस्ति चेत् किं कार्यं भवति इति वयम् इदानीम् अस्मिन् करपत्रे द्रक्ष्यामः केवलं केवपि सकारादिप्रत्ययः भवेत् परन्तु लङ् लकारसकारप्रत्ययः न भवेत् यतोहि लङ्लकारस्य सप्रत्ययः अस्ति चेत् हल्नाभ्य दीर्घा इति सूत्रेण सकारस्य लोपः भूत्वा पदान्तकार्यं भवति प्रथमबिन्दुमध्ये यत् अस्माभिः दृष्टं तर्हि अत्र इतरि अतः इतर लिखितमस्ति हलन्तेभ्यः धातुभ्यः सकारादिप्रत्ययानां योजनविधिः लङ्लकारस्य सप्रत्ययम् अतिरिच्यते तर्हि इदं पाठं द्वितीयः अत्र षट्प्रकारकः मार्गः सन्ति षट्प्रकारकः मार्गः अस्ति इति वयं द्रक्ष्यामः अस्तु रघुपतिमहोदय अग्रे पठतु डि हा बि अस्तु हलन्तधातुभ्यः सादिप्रत्ययः चेत् अधः प्रदर्शिताः सम्भावनाः येषु सर्वत्र स्मरणीयं यत् प्रथममस्ति सकारखर् प्रत्याहारे अस्ति अतः बहुत्र खरिच इत्यनेन छत्रसन्देहप्रसङ्गः सकारः जल् प्रत्ययरस्ति अतः यत्र यत्र जलि इति सूत्रेषु अनुवर्तते तत्र तत्र सकारे परे तस्य प्रसङ्गः इति अस्ति अत्र अग्रे पठामि वा एकवारम् आशयं वदतु अस्तु अत्र अंशद्वयम् अस्माभिः स्मरणीयमस्ति सकारः यदि सकार कर्प्रत्ययरस्ति इत्यतः करिचैतिसूत्रस्य प्रसक्तिः अस्ति करिचैतिसूत्रस्य प्रसक्तिः अस्ति चत्वसन्धेः अपि च सकारः जलि अस्ति अतः जलि यत्र जलिपरे इति जलि इत्य जलि इति यत्र सूत्रेषु अनुवर्तते तत्रापि अत्र अस्य प्रसङ्गः अस्ति करि अपि अस्ति जलि अपि अस्ति तर्हि अत्र यत्र सूत्रे लिखितमस्ति झलि झलि झलि अथवा खरि खरि खरि तत्र तर्हि अत्र तस्य प्रसङ्गः भवति यतो हि सकारादिप्रत्ययः सकारः खरि अपि च झलि अस्ति खलु हा अस्तु तर्हि अग्रे अग्रे प्रथमं धातोः अन्तिमवर्णः कख गघ च छ ज झ श श एतेषु अन्यतमः चेत् तस्य वर्णस्य स्थाने ककारो भवति खरिच इत्यनेन चोहकुः इत्यनेन च षकार षकारयोः कृते षडो कहसि इति अपि च नः दातुम् अतिरिच्य हकारस्यापि ककारः भवति इति अस्ति अत्र इदानीं धातु अन्तिमवर्णः कवर्गीयव्यञ्जन कवर्गीय कख कवर्गीयव्यञ्जनम् अपि च चवर्गीय अस्ति अपि च च च झ श श एतेषु अनतमस्ति चेत् करिचैत्य अपि च चोहकु इत्यनेन अस्य प्रसक्तिः ककारः भवति करिचैतनेन अपि च चोहकु इत्यनेन च षकारषकारयोः कृते षडोकः सि इत्यनेन तत्र ककारः भवति सि परे षडो कः सि सि परे कुतः अस्ति तर्हि अस्तु अहं वदामि क ख ग घ इति अस्ति खलु क ख ग घ कवर्गवर्णः अस्ति तस्मात् पूर्वं सकारः अस्ति चेत् केवलं खरीच खरीच इति सूत्रेण क ख ग घ इति कवर्गीयानां वर्णानां स्थाने ककारः एव भवति अनन्तरं च छ ज झ अस्ति चेत् किं करणीयं चोहकुः अस्ति खलु तर्हि चोहकुः तस्य प्रसङ्गः प्रसक्तिः अस्ति निमित्तमस्ति झलिपदान्ते चोहकुः किं वदति चवर्गीयवर्णस्य स्थाने कवर्गीयवर्णः भवति झलिपदान्ते एतावत्पर्यन्तम् अस्माभिः पदान्ते अवस्थायां पठितं चकारस्य स्थाने जकार चवर्गीयवर्णस्य स्थाने कवर्गीयवर्णः भवति इदानीं झलि झलि इत्यस्य निमित्तमस्ति चकारः झलि अस्ति अतः च छ ज झ तस्य स्थाने स्थाने अन्तरतमः इति कवर्गीयवर्णः भवति कवर्गीयवर्णः भवति तदनन्तरं पुनः खरीच इत्यनेन ककारः भवति नाम क ख ग घ च छ ज झ सर्वेषां स्थाने ककारः भवति ककार कवर्ग कवर्गस्य ककारः इति भवति खरीच चोहकुः इत्यनेन अपि च शश तत्र अपि किं भवति शश तर्हि शश अस्ति चेत् किमस्ति श छ इत्यस्य कृते सूत्रमस्ति किं सूत्रमस्ति षडोकसि न चषांशः इति षकारस्य आम् वश्च वश्च इति चषांशः इति षकारः भवति अपि झलिपदान्ते अस्ति तर्हि झलिपदान्ते इत्यस्य सूत्रस्य सूत्रस्य कारणेन कारणात् झलिपदान्ते झलिपदान्ते अतः षकार छकार षकार अस्ति चेत् षकार प्रथमं षकार तालव्यषकार अस्ति चेत् भ्रश्च भ्रश्च इत्यनेन मूर्धन्यषकारः भवति तर्हि मूर्धन्यषकारः इदनन्तरं कृते किं भवति तस्य कृते सूत्रमस्ति षडोः कहसि षडोकहसि इति सूत्रं वदति अग्रे वयं पश्यामः सकारादिप्रत्ययपरे अस्ति चेत् मूर्धन्यषकारस्य अपि च ढकारस्य ककारः भवति अतः आहत्य क ख ग घ च छ ज झ श श इत्येषां वर्णानां स्थाने सकारादिप्रत्ययः अस्ति चेत् ककारः भवति इति सर्वे अवगच्छन्ति वा आं महोदय हकारः अस्ति चेत् किं करणीयम् तर्हि हकारस्य झलिपदान्ते सामान्यसूत्रं किम् अस्ति हकारस्य वा हो अन्ते हकारः अस्ति तस्मात् अग्रे झलि अथवा पदान्ते हकारः अस्ति चेत् किं सूत्रं कार्यं करोति तर्हि हकारस्य स्थाने झकारः भवति खलु इदानीं झकारः अस्ति चेत् पुनः षडोः कहसि इत्यनेन झकारस्य स्थाने ककारः भवति तर्हि हकारः अस्ति पदान्ते अस्ति चेत् होडः अपदान्ते अस्ति चेत् षडोः कहसि वा न न पदान्ते अथवा झलि कोऽपि भवति चेत् होडः कार्यं करोति हकारस्थाने ढकारः तदनन्तरं ढकारात् परे यदि सकारः अस्ति चेत् ढकारः स्थाने ककारः भवति षडोः कहसि इत्यनेन तर्हि आहत्य हकारस्य अपि ककारः भवति इति अग्रे अग्रे मदर महोदय अग्रे धातोर् अन्तिमो वर्णः टकारः डकारः टकारः डकारः एषु अन्यतमः चेत् तर्हि तस्य वर्णस्य स्थाने टकारो भवति करीच इत्यनेन तदा सकारस्य श्रुतुं यदि अन्तिम धातोः अन्तिमवर्णः टवर्गः अस्ति चेत् करीच इति सूत्रं श्रुत्वं भवति वा श्रुत्वं भवति महोदय तर्हि टवर्गीयवर्णः अस्ति चेत् श्रुत्वं भवति ष्टोः ष्टुनाष्टुः इत्यनेन अग्रे धातोर् अन्तिमवर्णः द एतेषु अन्यतमः चेत् तर्हि तस्य वर्णस्य स्थाने तकारो भवति करीच इत्यनेन अन्तिमवर्णः न खरीच अस्ति खलु त ध अस्ति चेत् खरीच इत्यनेन तकारः भवति धातोर् अन्तिमवर्णः पकारः अस्ति चेत् अन्तिमः चेत् तर्हि तस्य वर्णस्य स्थाने पकारः भवति खरीच इत्यनेन पकार धातोर् अन्तिमवर्णः नकारः वा मकारः अनयोः अन्तिमः चेत् तर्हि तस्य वर्णस्य स्थाने अनुस्वारो भवति नश्च पदान्तस्य जलि इत्यनेन महोदय नकारः वा मकारः अस्ति चेत् तत् अनुस्वारः भवति नश्च पदान्तस्य जलि अस्ति चेत् जलीपरे इति सूत्रेण धातोर् अन्तिमवर्णः यकारः चेत् तस्य लोपो व्योवलि इति सूत्रेण वकारान्तस्य हल् सन्धि अवसरो नास्ति अग्रे पठामः लोपोवलि नूतनसूत्रमस्ति परन्तु यकारः अस्ति चेत् तस्मात् अनन्तरं सकारः अस्ति चेत् यकारस्य लोपो भवति लोपो व्योर्वलि अग्रे धातोः अन्तिमवर्णः लकार लकारो वा रेपो वा चेत् तस्य विकारः नास्ति. लकारः अस्ति वा रेप अस्ति वा चेत् धातोः अन्तिमवर्णः सकारः चेत् सार्वधातुकप्रत्यये परे केवलं वर्णमेलनम् आर्धातुकप्रत्यये परे धात्वाङ्गसकारस्य दकारादेशो भवति. सः स्यार्धातुके इत्यनेन वर्णमेलनम् आर्धातुकः अस्ति चेत् सः स्यार्धधातुके इत्यनेन अग्रे सूत्रम् आगच्छति. धातोरन्तिमो वर्णः हकारः चेत् नः धातुम् अधिरिच्य हकारस्य ककारः होडः योगः षडोः कसि अथवा धातो ददादे धातो दः योगः करि च इत्यनेन भवति. अग्रे पठन् वा तर्हि अत्र बहु किमपि लिखितं, चिन्ता मास्तु, टेन्शन् मास्तु. एकैकं कृत्वा वयम् अग्रे पठामः किमस्ति. अत्र केवलं संक्षिप्ते सारं लिखितमस्ति, सारांशं लिखितमस्ति. तर्हि भयं न भयः न भवेत्. अग्रे प्रत्येकवर्णस्य कृते सूत्रं किं, कायं कथं भवति इति वयम् अग्रे पश्यामः. अस्तु, नीना महोदय पठतु. कवर्ग चवर्ग शवर्ग शकार शकार. कवर्गः चवर्गः शकारः शकारः. धातोः अन्तिमो वर्णः ख घ घ च छ झ झ श ष एषु अन्यतमः चेत् तर्हि सादिप्रत्यये परे तस्य वर्णस्य स्थाने ककारो भवति. अपि च सादि कः सादिप्रत्ययः? सकारादिप्रत्ययः वा? सादिप्रत्ययस्य सकारस्य स्थाने षकारादेशः भवति आदेशप्रत्ययोः इति सूत्रेण. तदा ककारषकारयोः मेलनेन क्ष इति भवति. तर्हि क ख ग घ च छ झ झ श ष इति अस्ति. तदनन्तरम् अग्रे सकारः अस्ति चेत् प्रथमं तु क ख ग घ च श झ छ श तस्य ककारः भवति. अपि च ककारात् पूर्वं ककारात् अनन्तरं षकारः अस्ति, तत् मूर्धनषकारः भवति आदेशप्रत्ययोः. अतः मिलित्वा क्ष इति भवति. अग्रे उदाहरणानि सन्ति, पठतु. शक् योगः श्यति, शक् योगः श्यति, तदनन्तरं शक्ष्यति शक्ष्यति. किं सूत्रं किं तत्र? ओ ले लेक् सि योगः सि ले लेक् योगः षि ले लेक्षि. तात्वं तात्वं योगः सि तात्वं योगः षि तात्वं क्षि. जाघघ् योगः सि जाघक् ओर गकारः भवति. तत्र किमर्थं ककारः भवति? जादक् योगः षि जादक्षि. लालङ्क् योगः षि लालङ्क् योगः षि लालङ्क्षि. वच् योगः षि वक् योगः षि वक्षि. प्रच् योगस्यति प्रक्योगष्यति प्रक्ष्यति. योज् योगस्यति योक् योगश्यति योक्ष्यति या याजज् योगसि याजक् योगसि याजक्षि क्रोश् योगस्यति क्रोक् योगस्यति क्रोक्ष्यति कर्षि योगस्यति कर्क् योगस्यति कक्ष्यति सर्वत्र अत्र क्षकार भवति क्षकार कथं भवति अग्रे पक्ष्यामः द्रक्ष्यामः अस्तु द्रौपदी महोदय महोदय कख गघ इति तत्र कवर्गीय ककार भवति कख गघ इत्यस्य ककार हा महोदय उच्चैः वदतु अस्तु न श्रूयते वा कख ककार कख न श्रूयते इदानीं श्रूयते श्रूयते इदानीं श्रूयते महोदय एकवारं कख गघ इति ककार भवति प्रत्ययस्य पतवर्णः तकार थकार दख धकार सकार चेत् हल् सन्धिः भवति इति उक्तं तेषु वर्णेषु तथ स च सकार तकार थकार सकार च खर् प्रत्याहारे सन्ति अतः तेषु वर्णेषु परेषु खरिचैतन्येन चत्वसन्धिः भवति अत्र सादिप्रत्ययः परः अस्ति इति अतः चत्वसन्धिः भवतु इति अस्ति अत्र प्रत्ययस्य तकार थकार धकार सकार चेत् तत्र चत्वशब्दी भवति किमर्थमिति चेत् तत्र सकारः करि करिपरे अस्ति अतः करिचैतन्येन अत्र चत्वं भवति वर्गप्रथमा भवति सकारः खर् प्रत्याहारे अस्ति अत्र हा करि आं चससर् इति खर् प्रत्याहारे अस्ति तस् अग्रे पठामि वा महोदय पठतु तस्मात् पूर्वं किन्तु आदेशप्रत्ययोः इत्यनेन कवर्गीयवर्णात् परस्य प्रत्यय अवयवस्य सकारस्य षत्वादेशः खरिच इति चतुर्थपादे त्रिपाद्यमस्ति चतुर्थपादस्य पञ्चपञ्चाशत्तमं सूत्रमस्ति तदपेक्षया परत्रिपादिसूत्रम् अतः असिद्धम् करिच इति असिद्धमस्ति आदेशप्रत्यय इति तृतीयपादस्य नवपञ्चाशत्तमं सूत्रमस्ति अतः तत् तस्य कार्यं पूर्वं भवेत् यथा त्यग्वियोगस्यति इति अस्ति अत्र करिच इति सूत्रस्य प्रसक्तिः अस्ति परन्तु आदेशप्रत्ययोः इति पूर्वसूत्रमस्ति अतः तस्य एव कार्यं भवति अतः आदेशप्रत्यय हा महोदय उच्चैः पठतु किञ्चित् उच्चैः पठन् अस्ति महोदय किमपि एकवारम् अहं तत्र एकवारम् एकनिमिष इदानीं पठतु एकनिमिष इदानीं आम् एकवारम् इदानीं श्रूयते वा आं श्रूयते अस्तु त्यग्योगस्यति इति अस्ति इदानीम् आदेशप्रत्ययः इत्यनेन त्यग् शति इति भवति सकारस्य षत्वं भवति धोग् योगसि अत्रापि सकारस्य षत्वं भवति धोग् षि इति इदानीम् अस्ति सूत्रमस्ति आदेशप्रत्ययः इत्यनेन इति अष्टमाध्यायतृतीयपादस्य नवपञ्चाशत्तमं सूत्रमस्ति इन् प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्यय अवयवः वा सकारः अस्ति चेत् आदेशप्रत्ययो वा प्रत्यय अवयव वा सकारः अस्ति चेत् तस्य सकारस्य स्थाने षकारादेशः भवति आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं परं स्थानेन्तरतम इत्यनेन ट ढ ण ष इत्येतेषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम् अतः षकारः एव आदिष्टः भवति नुम् विसर्गः षड्प्रत्याहारस्थवर्णः येषु अन्यतमः मध्ये अस्ति चेदपि कार्यं भवति इन् प्रत्याहारे इमे वर्णाः अन्तर्भूताः अ इ ऋ ऋ ए ओ ऐ औ हय वरल इति अकारं विहाय सर्वे स्वराः अपि च अन्तस्थवर्णाः यरल यवरल अस्य कार्यस्य नाम अस्ति षत्वविधिः आदेशश्च प्रत्ययश्च आदेशप्रत्ययोः तयोः आदेशप्रत्ययौ तयोः आदेशप्रत्ययोः इतरेतरद्वन्द्वः षष्ट्यन्तम् एकपदमिदं सूत्रं सहे साडः सः इत्यस्मात् सः इत्यस्य अनुवृत्तिः नुं विसर्जनीय शर् व्यवाये अपि इत्यस्मात् पूर्णानुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः इण्कोः अपदान्तस्य मूर्धन्यः इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति इण्कोः आदेशप्रत्ययोः अपदान्तस्य सः मूर्धन्यः संहितायां नुं विसर्जनीय षर्व्यवाये अपि इति अत्र आदेशप्रत्ययो इति अत्र षत्वविधानमस्ति सकारस्य षत्वं भवति इदानीं कस्य भवति इति इत्यत्र आदेशस्य आदेशरूपी सकारः अस्ति चेत् अपि च प्रत्यय अवयवय इति इदानीम् अपि च अपदान्ते भवेत् तत् सकारस्य अपदान्तस्य सकारस्य आदेशस्य अथवा प्रत्ययवयवस्य आदेशरूपी प्रत्ययवयवः अस्ति चेत् तस्य षत्वं भवति इदानीं निमित्तमस्ति क्षम्यतां तत्र निमित्तमस्ति पूर्वनिमित्तमस्ति इण्प्रत्याहारात् अपि च कवर्गीयात् च परे अस्ति चेत् अपदान्तस्य सकारस्य षत्वं भवति इति वदति अपि च नुं विसर्जनीय तत्र भवति चेदपि मध्ये भवति चेदपि इण् वर्णात् मध्ये अनन्तरं तत्र अथवा कवर्ग नुं विसर्जनीय व्यवाये अपि विसर्जनीय च अनुस्वारः अस्ति चेदपि भवति व्यवधानमस्ति चेदपि भवति इति षत्वं भवति इति वदति तर्हि यदि इण् प्रत्याहारस्य वर्णः अस्ति इण् प्रत्याहारवर्ण इत्युक्ते इ उ रि लि ए ऐ ओ औ हय वर ल इति इण् प्रत्याहारस्य प्रत्यय वर्णः अपि च कु कु इत्युक्ते कवर्ग इण् प्रत्याहारस्य वर्णः अथवा कवर्गीयवर्णः अस्ति तस्य अनन्तरं सकारः अस्ति कीदृशसकारः प्रथमं तु अपदान्तसकारः भवेत् सकारः पदान्ते न भवेत् अपदान्तसकारः अपि तु सः सकारः आदेशरूपेण तत्र भवेत् अथवा प्रत्ययस्य अवयवः भवेत् कोऽपि सकारः न शृणोतु कोऽपि सकारः न केवलं तादृशसकारः यः अपदान्तः सकारः अपि च आदेशस्य भाग आदेशेन आदेशरूपेण तत्र स्थितमस्ति अथवा स्थितः अस्ति अथवा प्रत्ययस्य भागः अस्ति तादृशसकारः अस्ति चेत् तस्य सकारस्य स्थाने तस्य अन्तरतमः मूर्धन्यवर्णः भवति मूर्धन्यवर्णः सकारस्य अन्तरतमः कः अस्ति षकारः तर्हि सकारस्य स्थाने मूर्धन्यषकारः भवति तर्हि एतद् न केवलं तदा यदा इण्कोः साक्षात् अनन्तरं सकारः अस्ति परन्तु इण् प्रत्याहारस्य अथवा कवर्गीयवर्णस्य अपि च सकारस्य मध्ये यदि नुम् नुम् इत्युक्ते नकारः विसर्ग विसर्जनीय नाम विसर्ग शर् नाम शर् प्रत्याहारस्य वर्णः तस्य व्यवधानम् अस्ति चेदपि मध्ये तत्र अपि मूर्धन्यस्य सकारस्य मूर्धत्वं भवति इति सगवचन्ति वा आदेशप्रत्ययसूत्रस्य अर्थम् प्रश्नः अस्ति वा साधारणसूत्रमासीत् इदानीं दीर्घसूत्रं भवति साधारणसूत्रम् आसीत् मम मनसि इदानीं अत्र अत्र बहु प्रथम अनुवृत्तिः बहु दीर्घः भवति अनुवृत्तिरूपेण बहूनि पदानि आगच्छन्ति परन्तु किमपि तत्र एतादृशं चिन्तयतु पूर्वनिमित्तमस्ति इङ्को वर्णः तदनन्तरं साक्षात् अनन्तरं सकारः भवेत् अपि च मध्ये नकारः विसर्ग शर् प्रत्याहारस्य वर्णः भवेत् एतादृशं उदाहरणेनैव अवगन्तव्यं महोदय एव भवति चेत् सकारशत्वं भवति परन्तु सकारः अपि कोऽपि सकारः भवति इति न मया दृष्टं यत् जनाः वदन्ति यत् कोऽपि सकारः भवति चेत् ते सकारत्वं शत्वं करोति कुर्वन्ति कुर्वन्ति कुर्वन्ति तथा नास्ति तादृशसकारः यः पदान्तः अस्ति आदेशरूपेण आगच्छति अथवा प्रत्ययस्य अवयवरूपेण भवति तत्रैव सकारस्य शत्वं भवति तादृशसकारः नास्ति चेत् अस्य सूत्रस्य प्रसक्तिः न भवति इति चिन्तयतु अस्तु अग्रे विजयमहोदय पठति वा इदानीं पञ्चनिमिषानन्तरं जि मदर् महोदय अग्रे पठतु सम्प्रति खरि च आं भगिनि सम्प्रति करि च इत्यनेन चत्वादेशः त्यक् योगः क्ष्यति त्यक् योगः क्ष्यति त्यक्ष्यति गोग् योगः क्षि गोक् योगः क्षि गोक्षि करि च करि च सूत्रपठनीयं वा जलः स्थाने चर् आदेशः भवति करीपदे करी सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं जलां जष् जषि इत्यस्मात् जलाम् इत्यस्य अनुवृत्तिः अभ्यासे चर्चा इत्यस्मात् चर्चा इत्यस्य अनुवृत्तिः तयोर्योवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जलां चर् करि च संहितायां लघुसूत्रमेव अस्ति झलां चर् खरि च संहितायां नाम झल् प्रत्याहारवर्णस्य स्थाने चर् प्रत्याहारस्य वर्णः चर् इत्युक्ते वर्गीयप्रथमवर्णः भवति कदा अग्रे खर् प्रत्याहारस्य वर्णः अस्ति तर्हि अत्र किं भवति त्यक् योगः स्यति प्रथमं तु त्यग्योगः स्यति त्यग्योगस्यति प्रथमं तु आदेशप्रत्ययः इत्यनेन यतोहि आदेशप्रत्ययः पूर्वसूत्रमस्ति तेन शत्वं भवति श्यग्योगस्यति इदानीं गकारः झल् प्रत्याहारे अस्ति मूर्धन्यचकारः खर् प्रत्याहारे अस्ति ततः गकारस्थाने ककारः भवति खरीच इत्यनेन त्यग्योगस्यति इदानीं संयुक्तवर्णमेलनेन त्यक्ष्यति इति भवति अन्यानि उदाहरणानि सशक् योगः सि शशक् योगः षि शशक्षि इदानीमेव सशक् योगः सि अत्र आदेशप्रत्ययोः इति सूत्रेण शकारः मूर्धनिशकारः भवति सशक् योगः क्षि सशक्षि इति भवति तादृशमेव लेखक् योगः सि लेखक् लेखेक् योगः क्षि लेखेक् योगः क्षि लेखे क्षि लेख् अस्ति वा पठतु ताद्वङ्ग् योगः सि तात् वङ्ग् योगः क्षि तात्वङ्ग् योगः क्षि तात्वङ्क्षि तत्र करिचयत् सूत्रेण ककारः भवति तदनन्तरं आदेशप्रत्ययोः इत्यनेन शकारः भवति ले तातं क्षि इति भवति जा गग् योगः सि जागग् योगः क्षि जागग् योगः षि जागषि लालङ् योगः सि लालङ् योगः क्षि लालक् योगः षि लालक्षि लाल्लंक्षि प्रथमम् आदेशप्रत्ययो इत्यनेन षत्वं तदनन्तरं षत्व खर् प्रत्याहारे अस्ति अतः खरी च इत्यनेन हकारस्य हकारः भवति चरवर्णः भवति लाल्लंक्षि अस्तु इदानीम् अग्रे रघुपति महोदय अग्रे प्रश्नः उदेति न मीना महोदय अस्ति खलु इदानीं हा मीना महोदय प्रश्नः उदेति प्रश्नः उदेति यत् नु विसर्गः शर् व्यवाये चेदपि इत्यस्य दृष्टान्तः कः व्यवाये नु इत्यस्य दृष्टान्तः एते सर्पीषि यजूषि हमीषि सर्पीस् धृतं घृतं यजुस् पूजा हविस् हव्यम् इति प्रातिपदिकानि अत्र बोध्यं कथं निष्पन्नं सर्पिस् इति प्रातिपदिकं सृप लटि सर्पति सृप् धातुः योगः हसि इति उणादिप्रत्ययः सृप हसि अनुबन्धलोपे सृप् योगः इस् एव इसि यदा इसि हसि यत् दोषः इस् सृप् योगः इस् पुगन्धलुगपदस्य इत्यनेन गुणः सर्पिस् इति प्रातिपदिकं नपुंसके प्रथमाविभक्तौ बहुवचने सर्पिस् योगः इ नुमागमः पिन्स् योगः इ किमर्थं नुमागमः तत्र योगः इ नु व्यवायेऽपि षत्वम् सर्पींषि अतः अयं सकारः प्रत्ययस्य एव एवमेव यजूंषि समीषि अत्र प्रश्नः उदेति यत् नुं विसर्गः शर् व्यवाये चेदपि शत्रुमित्यस्य दृष्टान्तकः कः ओ अवर्णमस्ति वा व्यवाये नु इत्यस्य आदेशप्रत्ययोः मध्ये अस्माभिः दृष्टं खलु व्यवधाने नुं विसर्ग अस्ति चेदपि शत्वं भवति नाम मध्ये अस्ति चेत् कुत्र द्रष्टुं शक्नुमः सर्पींषि यजूंषि हवींषि इति तथैव व्यवसाने व्यवाय विसर्गः अस्ति चेत् कुत्र अस्ति अग्रे लिखितमस्ति सर्पिः षु यजुः षु हविः षु अत्र पश्यतु इण्कोः वर्णः अस्ति इकारः उकारः तस्य अनन्तरं सत्त्वमस्ति सु सु सु तत् वस्तुतः सु औजस् अमौषस् तत्र सप्तमी बहुवचनं प्रत्ययः अस्ति सुप् तस्य अपि षु भवति मध्ये विसर्गः अस्ति चेदपि अतः मध्ये विसर्गः अस्ति चेदपि षत्वं भवति शरप्रत्याहारः कुत्र भवति सर्पिषु मध्ये शपि मध्ये षकारः भवति शरप्रत्याहारस्य तत्रापि षु इति भवति सु तस्य षु भवति यजुषु हविषु इति भवति एतत् सर्वम् उदाहरणानि सन्ति यत् सामान्यतया यत् अस्माभिः दृष्टं यत् साक्षात् इन्फोः वर्णानन्तरं सकारः अस्ति चेत् शत्रुं भवति, परन्तु मध्ये नुम् अस्ति वा अस्ति चेत्, विसर्गः अस्ति चेत्, क्षर अस्ति चेदपि तत्र शत्रुं भवति इति अपि अस्ति। तर्हि अत्र किं कुर्मः, अत्र किञ्चित् टेञ्जेन्शियल् विषयः अस्ति, मूलविषयस्य भागः नास्ति, अतः एकवारं सर्वे अत्र यत् एस्टरिस्क् मध्ये लिखितमस्ति खलु, व्यवधाने वर्णानि सन्ति चेत् कार्यं कथं भवति, तदेकवारं सर्वे गृहपाठरूपेण पठन्तु, अग्रिमरविवासरे पुनः द्रक्ष्यामः यत् किमस्ति अत्र, तदनन्तरम् अग्रे गच्छामः। इदानीं प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं? नाम कख गघ अस्ति चेत् केवलम् आदेशप्रत्ययः इत्यनेन षत्वं, तदनन्तरं खरीच इत्यनेन कारः भवति, क्षी इति भवति क्ष। कस्यापि प्रश्नः अस्ति वा? जी क्षम्यतां, मम डिपार्ट्मेण्ट् एण्डोमेण्ट् प्रोग्राम् अचलत्, अतः एव अहं चिन्ता नास्ति उत्तरं दातुं शक्नोमि, चिन्ता नास्ति, धन्यवादः। अस्तु, तर्हि इदानीं समापयामः, अग्रिमरविवासरे मेलिष्यामः। नूतनविषयः अस्ति अतः अत्र अग्रे नूतनबिन्दुः अस्ति अतः अत्र चिन्तयामि अग्रिमरविवासरे एव अत्र आरभामहे। मध्येन स्थगितव्यम् इति। अस्तु अस्तु, तर्हि धन्यवादः, शुभरात्रिः। धन्यवादः, शुभरात्रिः, धन्यवादः।